आरम्भं करोतु। नमस्कारः, अधीतवर्ग अद्यतनव्याकरणविषये सर्वेभ्यः नमस्कारः। इदानीं गीता वदतु। येनाक्षरसमाम्नायमधिगं च महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगणेशाय नमः। ॐ श्री सरस्वत्ये नमः। ॐ श्री वाग्देव्ये नमः। श्रीगुरुभ्यो नमः। हरिः ओम्। अस्तु, इतः पर्यन्तं वयं दृष्टवन्तः अत्र बलाबलचिन्तनं, सूत्रस्य विषये बलाबलचिन्तनं, किं सूत्रं प्रथमम् आगच्छति, किं सूत्रम् अग्रे आगच्छति, अग्रे आगच्छति इति अत्र प्रश्नः नास्ति। यत् सूत्रं सूत्रे समानस्थले आगच्छति कार्यं कर्तुं शक्यते, परन्तु अत्र द्वयोः मध्ये अत्र किञ्चित् क्लेशः एव भवति। किं सूत्रं प्रथमम् आगन्तव्यं, किं सूत्रम् अग्रे आगन्तव्यम् इति। अनिलमहोदय नमस्कारः। नमस्कारः महोदय। नमस्कारः। इदानीम् अत्र बलाबलचिन्तनविषये एव अचलत् पूर्वतनवर्गे। अत्र विप्रतिषेधे परं कार्यम् इति आगत्य कार्यं करोति। किं सूत्रं प्रथमं, किं सूत्रम् अनन्तरं, पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरो बलीयः। सो पूर्वसूत्रात् परसूत्रं बलवत् भवति, परसूत्रात् नित्यसूत्रं, नित्यसूत्रात् अन्तरङ्गसूत्रम्, अन्तरङ्गसूत्रात् अपवादसूत्रम्। एतत् सर्वं वयं दृष्टवन्तः। एतत् समीचीनतया मनसि न तिष्ठन्ति एव, पुनः पुनः पुनः एव एतत् अभ्यासं करणीयम्। अनन्तरम् अत्र सार्वधातुक अर्धधातुकयोः, यत्र सार्वधातुकमस्ति अर्धधातुकमस्ति, अत्र द्वयोः मध्ये अत्र यत् स्थाने स्थानिवत् भवति इति अत्र भवति, स्थानिवत् यत्र भवति इति सूचनार्थम् एव अत्र गुणः भवति वा वृद्धिः भवति वा एतत् वक्तुं शक्यते किं सूत्रेण चेत् अत्र इको गुणवृद्धि। महालक्ष्मी नमस्कारः। नमस्कारः महोदय। इको गुणवृद्धि इति सूत्रम् आगत्य अत्र वदति, इकः स्थाने एव अत्र गुणः वा वृद्धिः वा भवति इति। अनन्तरम् अत्र मिदेर्गुणः इति सूत्रमस्ति, एतत् मिद् इति सूत्रस्य विषये एव अत्र मिदेर्गुणः कार्यं करोति। अनन्तरम् एतत् सर्वं येन विधिः तदन्तस्य तत् अन्तस्य एव अत्र यत्र यत्र अन्तिमवर्णस्य स्थाने किञ्चित् आदेशः भवति, स्थानिवत् भवति, तत् स्थाने एव अलोन्तस्य इति सूत्रम् आगत्य कार्यं करोति। अतः एव इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति सूत्रं कार्यं करोति। इदानीम् अत्र तिङ्क्षित् सार्वधातुकं, यः प्रत्ययः तिङ्वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकं भवति। अनन्तरम् अत्र एतत् विषये बहुवीर्घिः, बहुवीर्घिः अस्ति चेत् अत्र पीताम्बरम् इति स्वीकुर्मः चेत् पीतम् अम्बरं यस्य सः, यः एतत् धरति कृष्णः एव धरति, अतः तत्र पीताम्बरम् इति पदम् अन्यविषये सूचयति, अतः अत्र बहुवीर्घिः अपि अत्र अन्यविषयं सूचयति अत्र। अतः यत्र रामः च लक्ष्मणश्च इति यत्र च इति पदम् आगच्छति तत्र समाहारद्वन्द्वः इति तयोः मध्ये। अनन्तरं तिङ्क्षित् प्रथमान्तं, प्रथमान्तरं यत्र आरभ्यते यत्र आगच्छति तत्र तिङ् वाषित्वा इति आगच्छति। तिङ् वाषित्वा अत्र तिङन्तपदम् अत्र प्रथमान्तं चित् अस्ति यत्र कार्यं करोति इति एव अत्र सूचयति प्रथमान्तम्। अनन्तरम् अत्र सार्वधातुकमपि प्रथमान्तं, प्रथमान्तरम् इत्युक्ते अत्र आदेशः वा आगमः वा नामकरणं वा भवति एव, अत्र अत्र एव भवति. इदानीं द्विपदमिदं सूत्रं प्रत्ययः परच धातोः एतत् सर्वाणि अत्र अधिकारे एव अस्ति. प्रत्ययविषये परच द्वयोः मध्ये परे एव कार्यं करोति इति दृष्टवन्तः खलु. अतो गुणे अनन्तरम् अत्र एतत् स्वीकुर्मः चेत् पूर्वपरयोः इति अस्ति खलु. अत्र परच धातोः धातोः अनन्तरं प्रत्ययं योजनेन एव पदं स्वीकृतं खलु. अनन्तरम् एतत् अनुवृत्तिसहितसूत्रं धातोः परच किञ्चित् प्रत्यय सार्वधातुकम् इति अत्र धातुविषये अस्ति. इदानीमत्र सार्वधातुकम् अपीत् गीता पठतु. सार्वधातुकम् अपीत् सार्वधातुकं यद् अपीत् तद् णित्वत् भवति. सार्वधातुकं प्रथमान्तम् अपीत् प्रथमान्तं द्विपदमिदं सूत्रं काङ्कुटादित्यो इत्यस्मात् ञित् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् ञित् अनन्तरमपि पठामि. इदानीमत्र एकनिमिषं सार्वधातुकम् अपित् अपित् अपित् पित् अस्ति. पित् मया पूर्वम् उक्तम् अपीत् अपि उक्तं पित्तु पित्तु इत्युक्ते मया स्थूलाक्षरैकी यत् भवति इति एकम् अत्र किम् अस्ति विषयं मया प्रेषितमेव ग्रूप् मध्ये सर्वे दृष्टवन्तः खलु. आं भगिनि अत्र स्थूलाक्षरैः अत्र तिप् सिप् मिप् एतत् सर्वाणि प्रथमपुरुष एकवचनं मध्यमपुरुष एकवचनं उत्तमपुरुष एकवचनं स्थूलाक्षरैः अस्ति. अतः तत्र पित् इत्युक्ते गुणकार्यं भवति इति. इदानीमत्र तिप् तस् जि अत्र किमपि गुणकार्यं नास्ति अतः तत्र अपित्. अत्र धातुः तु व्यञ्जनवर्णः. व्यञ्जनवर्णः अन्यपदं किम् हल् वर्णः खलु. अतः हल् अपित् अस्ति इति हलन्त्यम् अपित् अस्ति इति वक्तव्यम्. तिप् तस् जि एतत् स्वीकुर्मः. अत्र अस्ति एतत् स्थूलाक्षरैः किञ्चित् मया प्रेषितम् अत्र पश्यतु एतत् स्थूलाक्षरैः द्रष्टुं शक्यते खलु द्रष्टुं शक्यते खलु. एतदेव तत् स्थाने एव अपित् भवति. पित् इत्युक्ते किं गुणकार्यं भवति गुणकार्यं भवति अनन्तरम् अत्र एतत्तु गुणकार्यं भवति. अत्र तः अन्ति किं वक्तव्यं चेत् तः एव अहं वदामि तः हलन्त्यम् अपित् इति वक्तव्यं. व्यञ्जनम् अपित् इति नास्ति हलन्त्यम् अपित् हल्वर्णः अपित् अस्ति. अनन्तरं तः तः अपि हल्वर्णः अपित् अस्ति हलन्त्यम् अपित् इति अस्ति. वहमः अपि हलन्त्यम् अपित् अस्ति. इदानीम् अन्ति इति अस्ति खलु अत्र किं वक्तुं शक्यते एतत् हल्वर्णः नास्ति आ एव श्रूयते खलु अजन्तम् अपित् कोऽपि उदाहरणं दातुं शक्यते वा अपित् इत्युक्ते वा किम् उक्तं मया न अवगतम् तीतः अन्ति एव वा सार्वधातुकम् अपित् वा सार्वधातुकम् अपित् इत्युक्ते सार्वधातुकं यद् पित् यद् अपित् या अत्र यदपित् इति अस्ति खलु अत्र यद् यद्पित् नास्ति तकार दकार उत्तरवति किम् अस्ति अत्र तकार उत्तरवति अकारः अतः यत् अपित् इति वक्तव्यम् अत्र सवर्णदीर्घः सन्ति अत्र यदपित् यत् अपित् अत्र मेलनेन न जश्वसन्ति जलां जश्वन्ति इत्यनेनैव प्रथमतकारस्य स्थाने तृतीयदकारः आगत्य जलां जश्वन्ति इत्यनेन यदपित् इति भवति यत् अपित् भवति अपित् इत्युक्ते गुणनिषेधः किं कार्यमत्र नित्वत् भवति अत्र नित्वत् भवति इत्युक्ते गुणकार्यं नास्ति अतः तत्र गुणकार्यं नास्ति चेत् अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति इति वयं दृष्टवन्तः तत्र न भवति गुणः न भवति अनन्तरम् इतोपि एकं सूत्रमपि अस्ति गुणकार्यविषये किं सूत्रम् एतत् मया उक्तमेव पुगन्तलघुपदस्य च कुत्रापि एतत् लेखनीयमेव इदानीमपि दृष्टवन्तः अत्र मिदेर्गुणः मिद् दाति विषये एव अत्र कुत्र दृष्ट मिदेर्गुणः मिद् दाति विषये एव अत्र गुणः भवति अत्रैव उत्तरम् अस्ति गुणः अत्रैव उत्तरमस्ति अनन्तरम् इदो इदानीं पश्यतु इको गुणवृद्धि इति सूत्रमस्ति अत्र इकः स्थाने गुणः वा वृद्धिः वा भवति इति तत् सूत्रम् अत्रैव उत्तरमस्ति गुणः वा वृद्धिः वा भवति इति इदानीं सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः इकः स्थाने गुणः भवति इति तत्र दत्तम् एतदपि गुणकार्यविषये एव अन्यसूत्रमपि अस्ति सार्व पुगन्तलघुपदस्य च एतत् सर्वाणि सूत्राणि गुणकार्यविषये एव भवति परन्तु तत्र गुणः न भवति किमर्थं चेत् अत्र सार्वधातुकम् अपित् अस्ति एतत् सूचयति 1, 2, 4 पश्येम आमां महोदय अपित् नास्ति अपित् अस्ति चेत् अपित् अस्ति चेत् अत्र गुणकार्यं न भवति इति अपित् सार्वधातुकप्रत्ययः नित्वत् भवति नित् इत्युक्ते नित्वत् भवति इत्युक्ते अत्र गुणनिषेधः भवति इति अत्र नित् अत्र आरोपितं भवति पूर्वतनवर्गे एतत् कुत्रापि दृष्टवन्तः एव अन्यसूत्रमपि आगत्य कार्यं करोति नीति च इत्यनेन अपि एतत् अनिल् महोदय पठतु नीति च इत्यनेन नित् प्रत्यये परे अङ्गस्य गुणवृद्धयोः निषेधः भवति यथा आपयोग नु योगतः आप्नुतः अत्र तः इति नित् प्रत्ययः अस्ति अतः आप्नु इत्यस्य उकारस्य गुणादेशः न भवति इदानीम् उदाहरणमेव पृष्टवान् खलु अत्र तः विषये पृष्टवान् खलु इदानीम् आप् इति धातुः स्वीकुर्मः चेत् अत्र नु इति स्वादिगणे अस्ति शक्नोति इति चिनोति शक्नोति अत्र आकृति कथम् आगच्छति इति सर्वे जानन्ति खलु एकनिमिषं सूचयिष्यामि अत्र एतत् पठितवन्तः खलु वादिगणः शप् अस्ति आकृति अन्तिम आकृतिगणः आकृतिवर्णः तु अ अस्ति अदादिगणः लोपः भवति जुहोत्यादिगणः श्लौ इत्यनेन द्वित्वं भवति दिवादिगणः कर्तरि शप् सर्वाणि कर्तरि शप् बाधित्वा श्यन् प्रत्ययमस्ति श्यन् मध्ये या एव आकृतिः अस्ति स्नु इदानीमेव स्नु विषये वयं स्वादिगणविषये पठितवन्तः अत्र नु इति अस्ति चेत् अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन एव उकारस्य स्थाने ओकारः भवति अतः एव अत्र इदानीं वयं पठितवन्तः आप् इति स्वाधिगणे धातुः अत्र नु इति अस्ति. इदानीम् अत्र नु उकारः अस्ति चेत् अत्र किं करणीयं? सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भवति इति अत्र द्रष्टव्यम्, अत्र चिन्तितव्यम्. परन्तु अत्र निच्चिति च किमर्थं चेत् अत्र तः इति इदानीमेव दृष्टवन्तः, हलादि अपीत् इति भवति, अपीत् अतः गुणनिषेधक, गुणनिषेधक अत्र अस्ति चेत् इदानीं दृष्टवन्तः नित्वत् भवति, यत्र नित् अस्ति अत्र गुणनिषेधक भवति. पूर्वम् एतत् पठितवन्तः, अत्र अहम् एतत् विषये किञ्चित् प्रेषयिष्यामि. चित् अस्ति चेत् गुणनिषेधक भवति. अनन्तरम् अत्र एकः बृहत्तया मया सूचितमेव पूर्वं जानन्ति वा, एरो मार्क् आसीत् अत्र, कुत्र पित् अस्ति कुत्र अपित् अस्ति, सार्वधातुकमां सार्वधातुकयोः इत्यनेन द्वे भवति इति एरो मार्क् मया अत्र चित्ररूपेण मया सूचितमेव. इदानीम् अत्र निद्वत् भवति चेत् अत्र नित् वत् भवति चेत् आरोपितं भवति, अत्र तः इत्यनेन अत्र आरोपितं भवति. किम् आरोपितम्? अपित् आरोपितं भवति. केन सूत्रेण? निति च इति सूत्रेण. अत्र नित्वत् भवति, अतः तत्र गुणनिषेधः भवति, अतः किमपि कार्यं नास्ति, वर्णमेलनमेव आप्नुतः. तः इति नित् प्रत्ययः अस्ति खलु, तः इति नित् प्रत्ययः, आप्नु इत्यस्य उकारस्य गुण आदेशः न भवति. एतदेव अत्र निति च इति सूत्रेण अत्र नित् प्रत्ययः अस्ति चेत् एतत् सर्वाणि अत्र सार्वधातुकं यद् अपित् तत् नित्वत् भवति पुरुतः, अतः एव अत्र वर्णमेलनमेव. चिनुतः पुरुतः कुर्वन्ति अत्र वर्णमेलनमेव. अस्तु, इतोपि प्रश्नः भवति वा महोदय? अन्ति इति इदानीमेव दृष्टवन्तः अत्र मूलरूपम् अत्र न अन्य अन्य अन्यप्ति तत्र महोदय इदानीमत्र अपित् यत्र स्थूलाक्षरैः अत्र किञ्चित् झटिति मनसि आगन्तव्यं चेत् अत्र यत्र स्थूलाक्षरैः अस्ति अत्र गुणकार्यं भवति. तत् अहम् अवगतं, तत् कारणमस्ति यत् तत्र तिप् अस्ति, सिप् अस्ति, मिप् अस्ति, तस्य पकारस्य इत्संज्ञा अस्ति, कारणं पित् अस्ति, अन्य सर्वे पकारस्य इत्संज्ञा नास्ति, तत्कारणात् अपित् अस्ति, अपित् कारणात् नित् अस्ति. इदानीं पश्यतु, अत्र भू अस्ति, धातु तु भू इति अस्ति, अत्र ऊकारः तिष्ठति, अत्र कर्तरि शप् अपि भवति, शप् मध्ये अ एव अत्र तिष्ठति. इदानीं भू भो भवति, किमर्थं चेत् अत्र मया सूचितम् अत्र ति इति स्थूलाक्षरैः अस्ति अत्र गुणकार्यं भवति इति, अतः अत्र गुणकार्यं भवति. परन्तु अत्र तु गुणकार्यं शप् कारणे भवति, कारणे नास्ति. शप् कर्तरि शप् इत्यनेन शप् अस्ति, अनन्तरम् अत्र किमस्ति स्थूलाक्षरैः अपि भवति, एतत् सूचनार्थमेव. अनन्तरम् अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन भो भवति, गुणकार्यं भवति. इदानीं भवसि इति पठेम चेत् अत्र अपि स्थूलाक्षरैः वयं दृष्टवन्तः. इदानीम् अत्र सि इति तत् तत् महोदय सम्यक् उदाहरणं नास्ति, बिकास् तः अपि गुणकार्यं भवति, तत् कारणम् अस्ति सप् ती नास्ति. इदानीम् अत्र कर्तरि शप् नास्ति, अत्र अनन्तरम् अत्र हलन्त्यम् अपित् अस्ति यत्र कोऽपि द्वितीयगण यदि स्वीकरोमि तत् सम्यक् अस्ति किम् अस्ति कोऽपि धातु द्वितीयगणे अस्ति तत् सम्यक् अवगतं कारणम् अत्र तु भवतः अपि गुणकार्यं भवति तत् कारणमस्ति शप् ती नास्ति ती कारणं नास्ति सो प्रथमगण उदाहरणं सम्यक् नास्ति द्वितीयगण कोऽपि धातु स्वीकरोतु चेत् उदाहरणं सम्यक् भवति द्वितीयगण तृतीयगण सो कोऽपि दिवातिगणे अपि न अत्र किम् अत्र एतदपि भवतः भवपर्यन्तम् अस्माकं कृते अत्र सार्वधातुक अर्धधातुकयोः इति भव इति आगच्छति एव न तत् कारणम् सप् अत्र कारणम् अस्ति सप् तस् नास्ति तत् नास्ति परन्तु तथै सप् प्रथमगणे सप् अस्ति तो उदाहरणं सप् कारणम् अस्ति अत्र तिङ् प्रत्ययस्य कारणं यदि दृष्टं इच्छामि तो द्वितीयगणे अन्यगणं स्वीकरोमि धातु अन्यगणे स्वीकरोमि कोऽपि अन्यगणे दिवादिगणे दिवादि अपि सम्यगस्ति तो दिवादिगणे कोऽपि धातु दिवादिगणे कोऽपि धातु अत्र पश्येम अत्र तो अत्र दिवादिगणेः जातु अदादिगणे एव दिवादि अदादि अपि सम्यक् दिवादि अपि सम्यक् अत्र अदादि अस्ति अस् इति धातुः स्वीकुर्मः अस् अस् तत्र गुणकार्यं नास्ति षि षि नास्ति एव षि षि षि शेते वा अत्र षि अत्र नूतनतया अत्र एकं सूत्रम् आगत्य कार्यं करोति न न त्यक्तं महोदय अन्य अन्य कोऽपि स्वीकुर्मः वा न न गुणकार्यं कुत्र अत्र न भवति नृत् नृत्यति न न न तत्र अपि नास्ति स्वीकुर्मः एकस्मिन् पक्षे गुणकार्यं भवति अन्यस्मिन् पक्षे न भवति आमां नु इति धातुः न परन्तु अत्र धातु मध्ये गुणकार्यं किमर्थं दृश्यते कुर्मः पश्येम अत्र किं भवति इति स्वादिगणे धातुः अत्र पश्यतु अत्र एकस्मिन् पक्षे सार्वधातुक अर्धधातुकयोः इत्यनेनैव ईकारस्य स्थाने गुणः भूत्वा न उकारस्य स्थाने गुणः भूत्वा नो इति भवति सार्वधातुक अतः एव चिनोति इति भवति इदानीम् अत्र चिनुतः स्वीकुर्मः चेत् अत्र कर्तरिशप् बाधित्वा स्वामिभ्यः श्नुः इति भवति अत्र आगमन्तलोपानन्तरं नु एव तिष्ठति अत्र सम्यक् उदाहरणं महोदय उपदेश अज अनुनासिक इति इत्यनेन एतत् भवति इदानीम् अत्र कर अवसा एतत् सर्वाणि तः किमर्थम् आगच्छति ऋत्वविसर्गो ससजुषो कर अवसानयोर्विसर्जनीयः इत्यनेन एतत् तः अस्ति अत्र अपित् अस्ति नीतिवत् भवति किति च नीति च इत्यनेन गुणनिषेधः भवति अतः गुणकार्यं न भवितुमर्हति अतः वर्णमेलनमेव चिनुतः इति सम्यक् सम्यक् अवगतम् इदानीम् अत्र किमस्ति बलाबलचिन्तनं प्रति गच्छेम इदानीम् अत्र अतः एव सार्वधातुकम् अपित् इदानीम् उदाहरणं स्वीकृतवन्तः सार्वधातुकम् अपित् नित् इति इदानीम् अत्र शान्ता भगिनी पठतु निति च कुन्ती च यः प्रत्ययः जित् कित् अथवा ञ्यत् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य एकः स्थाने गुणः अथवा वृद्धिः भवति स्म सः गुणवृद्धिः न भवति ग च क च न च तेषाम् उत्तरेतरद्वन्द्वः कङ्ग कङ्गः कङ्गः इतः यस्य सः किङ् तस्मिन् परे किङ्ति द्वन्द्वगर्भ बहुव्रीहि समासः अत्र गृस्थाने ककारः खरि च इत्यनेन चत्वसन्धिः भवति किञ्चति सप्तम्य सप्तम्यन्तं च अव्ययपदं विपदमिदं सूत्रम् इको गुणवृद्धि इत्यस्य पूर्णतया अनुवृत्तिः न धातुलोपो अर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं किङ्कतिः किङ् किञ्चिति च इकः गुणवृद्धि न इदानीं स्पष्टीकरणार्थं सार्वधातुकम् अपित् अस्ति खलु एतत् स्पष्टीकरणार्थम् इतोपि एकं सूत्रम् आगत्य अपि साहाय्यं करोति इति च अत्र यः प्रत्ययः गित् खित् इदानीं मया वक्तव्यम् इच्छति एव एतत् विषये यत्र गित् अस्ति खित् अस्ति अथवा नित् अस्ति प्रत्ययम् अपि च तं प्रत्ययं निमित्तीकृते एव इकः स्थाने गुणः अथवा वृद्धिः भवति इति वयं पठितवन्तः स्म सः गुणवृद्धिः न भवति यत्र न भवति गित् अस्ति परे कित् अस्ति एतत् उदाहरणरूपेण अग्रे आगच्छति एव चिन्ता मास्तु गित् अस्ति चेत् अथवा नित् इदानीं वयं दृष्टवन्तः नित् यत्र भवति इदानीम् अत्र किञ्चित् अत्र समासविषये अभवत् खरीज इत्यनेन तृतीयवर्णस्य स्थाने प्रथमवर्णः एतदेव 1-3 इति मनसि स्थापनीयं प्रथमवर्णस्य स्थाने न तृतीयवर्णस्य स्थाने प्रथमवर्णः इदानीम् उल्टा भवति चेत् किं भवति जलां जशौन्ते भवति खलु प्रथमवर्णस्य स्थाने तृतीयवर्णः जलां जशौन्ते मनसि स्थापयतु प्रथमवर्णस्य स्थाने तृतीयवर्णः आगच्छति चेत् जलां जशौन्ते तृतीयवर्णस्य स्थाने प्रथमवर्णः अस्ति चेत् एतत्तु करीच इति सूत्रेण इदानीम् अत्र चत्वसन्धिः भवति निति सप्तम्यन्तं निति इति सप्तम्यन्तं सप्तम्यन्तं चेत् कार्यं कुत्र भवति मया पूर्वं सूचितमेव पूर्वं महोदय किमर्थं झटिति मनसि स्थापनीयं चेत् पञ्चमी परकार्यं पापा पञ्चमी परकार्यं सप्तमी परं पञ्चमी भवति चेत् सप्तमी किं भवितव्यम् पूर्वमेव तदेव मनसि स्थापनीयं किञ्चित् अस्माकं वयं सर्वे ज्ञानिनः एव परन्तु किञ्चित् इतोपि ज्ञानार्थं वर्धनार्थं मया अत्र उक्तं पञ्चमी परकार्यं परमस्ति चेत् अत्र सप्तमी पूर्वकार्यमेव इदानीं सप्तमी पूर्वकार्यं परं निमित्तम् अस्ति अत्र इदानीं च अव्ययपदम् यत्र किमपि परिवर्तनं नास्ति एतत् अव्ययपदमेव च इति अनन्तरं द्विपदमिदं सूत्रम् इको गुणवृद्धि इति एकः स्थाने एव गुणः वृद्धिः भवति इति एकं सूत्रम् अत्र पूर्णतया अनुवृत्तिः अत्र न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः धातुलोपो अत्र 114 पश्याम न न धातु लोप आर्धधातुके एतत् महालक्ष्मी अस्ति वा महालक्ष्मी अस्मि पठतु अत्र स्थूलाक्षरैः एतत् मया नीलवर्णात् सूचितम् एतत् पठतु किञ्चित् उच्चैः पठतु अस्ति वा महालक्ष्मी अस्ति वा नास्ति चेत् गोदामल् पठतु धातुकप्रत्ययः धातुः श्रूयते वा महालक्ष्मी पठतु नमस्कारः महोदय यः आर्धधातुकप्रत्ययः धातोः कस्यचन अंशस्य लोपं करोति सः आर्धधातुकप्रत्ययः अवशिष्टस्य अंशस्य इक् वर्णस्य गुणं वृद्धिः वा न करोति आर्धधातुकम् इत्युक्ते किम् सार्वधातुकम् इत्युक्ते किं सार्वधातुकलकाराः किम् झटिति वदतु सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ्ग् उत्तमम् शेषः आर्धधातुकम् अत्र आर्धधातुकविषये किञ्चित् आर्धधातुकप्रत्यये धातुः कश्चन अंशस्य लोपं करोति किञ्चित् अत्र लोपम् एव करोति इति अत्र एतत् लूय् इति पुनः पुनः लुनाति सः लूय् इति धातुः स्वीकुर्मः चेत् अत्र किञ्चित् इतोपि बहवः कार्याणि सन्ति एतत् अत्र धातोः बहवः कार्याणि सन्ति अत्र एतत् लोपः किमर्थम् इत्युक्ते धातोः कस्य अपि अंशस्य लोपः न भवति किञ्चित् स्थाने लोपः भवति अनुबन्धलोपानन्तरम् इति वयं दृष्टवन्तः खलु लशक्व अतत्तिते इत्यनेन ल शकारः लोपः भवति परन्तु लख शकार उत्तरवती अकारः एव तिष्ठति इति किञ्चित् लोपविषये वयं स्वीकृतवन्तः अतः तत्र न आर्धधातुकविषये अत्र किञ्चित् स्थाने लोपः भवति इति इतोपि अत्र दृढीकरणार्थम् आर्धधातुके धातुलोपे इति किमर्थम् एतदपि पठतु भगिनि भगिनी अस्ति वा अहमेव पठतु पठामि यदि धातोः अंशस्य लोपः अवश्यं भवति परन्तु सः गुणवृद्धि विधायकम् आर्धधातुकप्रत्ययं निमित्तरूपेण स्वीकृत्य न हि भवति अपि तु अन्यत् निमित्तं स्वीकृत्य विधीयते तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः नैव भवति अतः एतादृशस्य लोपस्य आधारेण आर्धधातुकप्रत्ययनिमित्तकः गुणः वृद्धिः वा नैव निषिध्यते यथा अत्र अनुनासिकवर्णः एव इक्नू अत्र आम् मत पठतु. ओ विष्णुयं यस्म धातोः णिच् प्रत्यये कृते अङ्गस्य पुक् आगमः भवतिः. अस्मिन् आगामे परे धातोः अन्ते विद्यमानस्य यकारस्य लोपो व्योर्वलि इति लोपः विधीयते. अयं लोपः प्रत्यय निमित्तकः नास्ति, वर्णानिमित्तकः अस्ति. अतः अस्मिन् लोपे कृते अपि अङ्गस्य उकारस्य गुणः अवश्यं विधीयते. प्रक्रिया इयम्. इदानीम् एतत् न धातुलोप अर्धदातुके इति किं वदति चेत् अत्र गुणनिषेधः एव, परन्तु अत्र निषेधनं भवति. अत्र इति न्यूयी इति स्वीकुर्मः चेत् अत्र अन्तिमवर्णस्य प्रथमम् अत्र ईकारः अस्ति, ईकार उत्तरवर्ति अनुनासिकवर्णः अस्ति. अत्र उपदेश अज अनुनासिक इत्यनेन लोपः भवति, अतः तत्र क्न्यू इति एव तिष्ठति. इदानीं यकारः अपि लोपः भवेत् केन सूत्रेण चेत् लोपो व्यर्बलि. इदानीमेव दृष्टवन्तः बलाबलचिन्तनविषये लोपो व्यर्बलि इत्यनेन यकारः अपि लोपः भवति. अतः तत्र किम् अत्र अस्ति चेत् एतत् आगमः अन्ते विद्यमानस्य यकारः लोपः भवति, लोपः विधीयते. अयं लोपः प्रत्ययनिमित्तिकं नास्ति, अत्र वर्णमेव खलु. एतत् एकं पदम् अन्ते एव अत्र किञ्चित् परिवर्तनं भवति, यकारः लोपः भवति. अत्र पदे अस्ति, अत्र किञ्चित् लोपः भवति. एतत् प्रत्ययनिमित्तिकं नास्ति खलु, वर्णनिमित्तिक एव, वर्णनिमित्तिकमेव अत्र भवति. प्रत्ययम् इत्युक्ते नूयि योगः तः इति आगन्तव्यं खलु, तीतः अन्ति अस्ति खलु, एतत् न अस्ति, प्रत्ययविषये नास्ति. समीचीनम्. अत्र प्रश्नः उदेति वा? अवगतं महोदय. अत्र वर्णनिमित्तिकमेव, अतः अस्मिन् लोपे कृते अपि अङ्गस्य उकारस्य नूयि इति भवति, अङ्गस्य उकारस्य गुणः अवश्यं विधीयते. एतत् निषेधकसूत्रम्. उदाहरणरूपेण अत्र न्यूयि इति पश्येम, परन्तु अत्र सार्व किमस्ति न धातुलोप अर्धदातुके इत्यस्य गुणनिषेधक एव भवति. एतदेव अत्र स्पष्टीकरणार्थम् अत्र यः अर्धधातुकप्रत्ययः परे अस्ति, धातोः परे अस्ति, धातोः कस्यचन अंशस्य लोपं करोति, सः अर्धधातुकप्रत्ययः अवशिष्टस्य अंशस्य इकवर्णस्य गुणहं वा वृद्धिः वा न करोति इति एतत् सूत्रम् अत्र सूचितवन्तः. इदानीम् अत्र बोधा भगिनी पठितुं शक्यते वा? पठतु. सार्वधातुक कलकारेषु पिस्सु गुणः सार्वधातुक निषेधः. एकनिमिषं. सार्वधातुक लकारेषु कलारेषु तादृशं नास्ति. सार्वधातुक कलाकारेषु कलाकारः. एकनिमिषं. कलाकारः नास्ति. सार्वधातुक लकारेषु पठतु. पिस्सु गुणः अपिस्सु गुणः गुण निषेधः इति अस्माकं कृते अस्य सूत्रस्य प्रमुखः सिद्धान्तः. षित् प्रत्ययाः सार्वधातुकसंज्ञाकाः संज्ञकाः, तेषु ये पित् अपि सन्ति. तेषां द्वारा गुणकार्यं सम्भवति ये अपि तु सन्ति नाम नामग्रेव पित् नास्ति तेषां द्वारा गुणकार्यं निषिद्धं न सम्भवति एव तर्हि यः प्रत्ययः षित् अपि अस्ति पित् अपि अस्ति तस्य एव द्वारा गुणकार्यं सिध्यते विकारणप्रत्ययेषु कः प्रत्ययः षित् अपि पित् अपि अस्ति अपि पित् अपि अस्ति केवलं शप् शयन् चु श श्रं श्र श्र च षित् सन्ति किन्तु अपि सन्ति अतः तेषाम् उपस्थितो गुणकार्यं निषिद्धं तर्हि शप् कुत्र लभ्यते केवलं विवादिगणे चुरादिगणे च धातुः अङ्ग मनसि निधाय अङ्गकार्ये गुणः सम्भवति केवलं भवादिगणे चुरादिगणे च भवादिगणे यत्र धातुः युगुपदः वा इगन्तः वा तत्र अङ्गे गुणकार्यं भवति चुरादिगणे अपि शपः गुणकार्यं भवति किन्तु क्रमः किञ्चित् भिन्नः यतः शप् इत्यस्य मात् पूर्वं णिच् भवति णिचि अनुबन्धलोपं कृत्वा इ इत्येव अवशिष्यते तत्र शपः आगमनेन तस्य इकारस्य गुणः भवति अभ्यासं करणीयं मया पूर्वमेव उक्तं यत्र एतत् करपत्रमस्ति गृहे पठतु इति सार्वधातुकलकारेषु पित्सु गुणः इदानीमेव दृष्टवन्तः पित्सु पित् यत्र भवति अत्र तत्र गुणकार्यं भवति अपित् सु अस्ति चेत् अपित् भवति चेत् अत्र गुणनिषेधः अपित् अजादि अपित् अपि अस्ति हलादि अपित् अपि अस्ति अतः तत्र गुणनिषेधः भवति गुणनिषेधः चित् प्रत्ययः सार्वधातुकसंज्ञकाः यत्र षित् भवति अत्र सार्वधातुकसञ्चकः नाम इदानीं तेषु ये पित् अपि सन्ति तेषां द्वारा गुणकार्यं सम्भवति एव सार्वधातुकलकारः अस्ति चेत् सार्वधातुक षित् अस्ति चेत् प्रत्ययः ये अपित् सन्ति नाम अत्र ये पित् नास्ति अपित् अस्ति तेषां द्वारा गुणकार्यं निषिद्धं भवति इदानीमेव दृष्टवन्तः इदानीं यः प्रत्ययः षित् अपि अस्ति पित् अपि अस्ति तस्य एव द्वारा गुणकार्यं सिद्ध्यते षित् अपि अस्ति पित् अपि अस्ति गुणकार्यं सिद्ध्यते विकर्णप्रत्ययः कः प्रत्ययः षित् अपि पित् अपि अस्ति केवलं शप् एव भवति इदानीं शन् स्नु वयं दृष्टवन्तः शन् स्नु श स्नं श स्ना च षित् सन्ति परन्तु अपित् सन्ति किमर्थं चेत् आर्धधातुकलकाराः अतः तेषाम् उपस्थितौ गुणकार्यं निषिद्धम् आर्धधातुकलकारेषु यत्र सित् अस्ति परन्तु अत्र गुणनिषेधः भवति किमर्थं चेत् अत्र आर्धधातुकलकाराः सार्वधातुकलकाराः सित् अपि अस्ति पित् अपि अस्ति चेत् अत्र गुणकार्यं भवति इति तर्हि शप् कुत्र लभ्यते केवलं भवादि नास्ति अत्र मया पूर्वमेव एतत् विषये उक्तम् अत्र गोदा भगिनी ब इति अर्धमात्रमेव अस्ति भवादि इति पूर्णतया एकमात्रं नास्ति अर्धमात्रमेव इतः पर्यन्तं किञ्चित् छात्राः कश्चन छात्राः तादृशमेव उक्तवन्तः, भवादि भवादि भवादि नास्तु, भवादिगणे सार्वधातुककलाकारेषु कुत्र भवति? कलाकारः अत्र अस्ति वा? अत्र सार्वधातुकं भवती जानाति एव, अतः अत्र पृथक् करणीयं सार्वधातुकलकारेषु भुवादिगणे चुरादिगणे च धातु केवलं भुवादिगणे चुरादिगणः अत्र शप् प्रत्ययं स्वीकृतम् इदानीमेव मया सूचितमेव धातुगणविषये. धातुः अङ्गं मनसि निधाय धातुः किं सार्वधातुकं वा अर्धधातुकं वा इति मनसि स्थापयित्वा अङ्गकार्यं गुणः सम्भवति केवलं भुवादिगणे चुरादिगणे च. किमर्थं चेत् अत्र कर्तरि शप् भवति अतः गुणकार्यं भवति. हलादि अपित् अजादि अपित् अस्ति चेत् अत्र गुणनिषेधः भवति. भुवादिगणे यत्र धातुः इक् उपदा वा इगन्तः वा उपदापि अस्ति इगन्तमपि अस्ति तत्र अङ्गगुणकार्यं भवति. चुरादिगणे अपि शपः गुणकार्यं भवति किन्तु क्रमः किञ्चित् भिन्नः भवति. अत्र प्रतिगणे अत्र भिन्नरूपेण भवितुम् अर्हति एव. यतः शप् इत्यस्मात् पूर्णं निच् भवति. इदानीं स्वीकुर्मः चेत् अत्र भू इति अस्ति, अनन्तरं किम् अस्ति सार्वधातुक अर्धधातुकयोः इत्यनेन भो भवति, येचो यव यवः इत्यनेन भव भवति, अनन्तरम् अत्र निच् प्रत्ययम् अस्ति. इदानीमत्र अचोनिति इत्यनेन बा इति भवति, निच् अस्ति अतः बावि इति भवति. एतत् नूतन शब्दं भवति कुत्र? निच् प्रत्यये. अनन्तरमेव अत्र बावि इति अस्ति, इकारः अस्ति, इकारस्य स्थाने इदानीं सार्वधातुकम् अस्ति स्वीकुर्मः चेत् अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति, बावे भवति. इदानीं शप् आगच्छति, कर्तरि शप् आगच्छति, निच् मध्ये एव एतत् सर्वाणि अहं चुरादिगणे एव वदन्ती अस्मि. अत्र बावि इति भवति, इदानीं गुणकार्यं भवति बावे इति भवति, एकारस्य स्थाने यचो यवया येचो यवयावः इत्यनेन बावै भवति, अनन्तरमेव ति योजनेन भावयति पाठयति इति निश्चिप्रत्ययम् आगच्छति. एतत् सर्वम् अग्रे आगच्छति एव, किञ्चित् चिन्तनम् अत्र संशयः मास्तु. अतः तत्र शप् इत्यस्य पूर्णतया पूर्वं निचि भवति, निचि अनुबन्धलोपं कृत्वा ई एव तिष्ठति अत्र, नकारः चुटु इत्यनेन इत् भवति. तत्र शपः आगमनेन तस्य इकारस्य गुणः भवति. इदानीमेव अत्र उदाहरणरूपेण मया उक्तं, निच् विषये अग्रे आगच्छति, चिन्ता मास्तु. इदानीम् अत्र प्रश्नः उदेति, युको यनचि इति सूत्रेण यदा बाधितं भवति सार्वधातुक अर्धधातुकयोः इत्यनेन, तदा एकवारं यथा गुणनिषेधः भवति क्निति च इत्यनेन, तत् पश्चात् गुणः युको यनचि इति अस्य प्राप्तिः कथं वा स्यात्? अत्र परिभाषाद्वयस्य प्रसङ्गे चिन्तनं कुर्यात्, पुनः प्रसङ्गविज्ञानात् सिद्धम् अत्र सकृत् गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव इति. इतोपि एतत् विषये स्पष्टीकरणार्थं इको एनर्जि इति 6177 मध्ये अस्ति, एक अङ्गकार्यं यत्र भवति षष्ठम अध्याये एव अङ्गकार्यं भवति. षष्ठम अध्याये प्रथमपादे सप्तसप्ततितमं सूत्रम् इको एनचि इति. सार्वधातुक अर्धधातुकयोः इति एतदपि सपादसप्ताये सप्ताध्याये अस्ति, 7384 सप्तम अध्याये तृतीयपादे चतुष् अशीतिः समसूत्रमस्ति. अत्र इको एनचि इति निति च परन्तु एकवारं यदा गुणनिषेधः भवति निति च इत्यनेनैव अत्र गुणनिषेधककार्यं भवति. इको एनर्जि पुनः इको एनर्जि इत्यस्य प्राप्तिः कथं वा स्यात्? अत्र परिभाषाद्वयस्य प्रसङ्गे परिभाषाद्वयम् आगत्य अत्र कार्यं करोति. किमस्ति चेत् पुनः प्रसङ्गविज्ञानात् सिद्धं प्रसङ्ग त्रिपि अत्र पुनरपि अत्र आगत्य प्रसङ्ग प्रसक्तिः अस्ति इति आगत्य कार्यं करोति. अतः एव प्रत्यये लोपे प्रत्ययलक्षणं प्रत्ययं प्रथमं लोपः भवति अनन्तरम् आगत्य कार्यं करोति एव. किञ्चित् एतत् मनसि स्थापनीयमेव. एतदेव मनसि निधाय एतत् सर्वाणि विषयाणि झटिति न आगच्छति. एतत् मनसि स्थापनीयमेव. अनन्तरं सकृत् गतौ. सकृत् इत्युक्ते एकवारमेव. अत्र पश्यतु गोदा भगिनी सा एव अत्र अस्ति सकृत्. अत्र विभीषणः आगतवान् रामस्य समीपे. अत्र सकृदेव प्रपन्नाय तवास्मीति च याचते अवयं सर्वभूतेभ्यो ददाम् एतत् व्रतं मम. सकृत् एव सकृत् एव यः एकवारं मम समीपे आगत्य शरणम् उक्तवान् सकृत् एकवारम्. इदानीं पश्यतु गोदा भगिनी भवत्याः कृते एव अहं पुनरपि वदामि. अत्र शा इति स्थापितवन्तः चेत् अत्र मलम् इति अस्ति आगच्छति. मोशन् इति अर्थे आगच्छति. अतः उच्चारणस्थानम् अत्र अनिल् महोदय सर्वदा सस्थाने सरस्वती सा स्थाने सः तु सा एव उपयोगं कृतवान्. इदानीम् अत्र भवान् किञ्चित् सावधानतया पठितव्यमेव. एतत् पठतु महोदय. सकृत् सकृत् अत्र प्रयोगं भवान् सर्वदा सा स्थाने शा एव प्रयोगं कृतवान्. इदानीम् अत्र शा इति स्थापितं शकृद् इति स्थापितं चेत् अत्र मोशन् मलम् इति अर्थे आगच्छति. इदानीम् अत्र सा एव प्रयोगं सा इत्युक्ते सकृत् एकवारमेव. एकवारमेव गतौ विप्रतिषेधे एकवारम् अभवत् विप्रतिषेधे परं कार्यम् इति वयं दृष्टवन्तः. समानस्थले यत् सूत्रं द्विवारम् आगच्छति चेत् विप्रतिषेधे परं कार्यम् अत्र किं सूचयति चेत् समानस्थले आगच्छति. किं सूत्रं पूर्वम् आयाति कार्यं करोति. अत्र पूर्वत्र असिद्धमपि कार्यं करोति. पूर्वसूत्रात् परसूत्रम् असिद्धं भवति. अनन्तरम् अत्र त्रिपाद्यामपि पूर्वसूत्रात् परसूत्रम् असिद्धं भवति इति वयं दृष्टवन्तः. इदानीं सकृत् गतौ विप्रतिषेधे यत् बाधितं तत् बाधितमेव. इदानीं परिभाषासूत्रं द्वे आगत्य अत्र नियमः सूचयति. एकवारम् अत्र प्रसङ्गवशात् अत्र प्रसङ्गवशात् इत्युक्ते अत्र प्रसक्तिः भवति. यत्र प्रसक्तिः भवति अत्र पुनरपि कार्यं भवति इति. यत्र प्रसङ्गः प्रसक्तिः बाधितं तत् बाधितमेव. इतोपि एतत् विषये स्पष्टीकरणार्थं प्रत्ययलोपे प्रत्ययलक्षणम् इति एतदपि सूत्रम् आगत्य अत्र कार्यं करोति इति. इति अष्टाध्यायी सूत्राणां बलाबलस्य परिचयः समाप्तम्. अत्र विकिपीडिया मध्ये गच्छतु. इदानीम् अत्र किमस्ति अष्टाध्यायं सूत्राणाम् इति बलाबलचिन्तनम् अस्ति. अत्र पी डि एफ् अस्ति एव. मम पूर्वं मया एतत् विषये पुनरपि पठनार्थं गोदा भगिनी गतवती. इदानीं पुनरपि पठनार्थम् एतत् स्वीकरणीयमेव. करपत्रम् अत्र स्थापनीयमेव पुरतः. अनन्तरस्य विधिः वा परिषेधो वा इत्यपि अस्ति. बाध्यविशेष मया इदानीमेव उक्तवती गोदामाल्. अत्र करपत्रम् अस्ति चेत् पुनरपि पठितुं शक्यते एव. अनन्तरस्य विधिः वा परिषेधो वा प्रतिषेधो वा। अनन्तरम् अत्र मध्ये अपवादाः पूर्वान् विधीन् वादन्ते न उत्तरान्। उत्तरान् इत्युक्ते परे अत्र बाधकं नास्ति, पूर्वमेव भवति इति। अनन्तरम् अत्र पुरस्तात् अपवादाः अनन्तरान् विधीन् वादन्ते पुरस्तात् अपवादाः, अपवादः अस्ति खलु पूर्वपर नित्य अन्तरङ्ग अपवादानां, सो पूर्वसूत्रात् परसूत्रम् अत्र पुरस्तात् अपवादाः अनन्तरान् विधीन् वादन्ते न उत्तरान्। उत्तरान् इत्युक्ते परसूत्रविषये अत्र किमपि बाधकं नास्ति इति। अत्र क्लिक् करणीयम्, अत्र किमपि इतोपि अत्र द्रष्टव्यमिति अहं मन्ये। अनन्तरान् एतत् किञ्चित् विषयः भवति एव, अनन्तरं पश्येम अग्रिमवर्गे एतत् विषये किम् अस्ति इति। इदानीमत्र किं किञ्चित् क्लेशः प्रश्नः उदेति वा, पृच्छतु। एतत् विषये अनन्तरस्य विधिः वा प्रतिषेधः वा इति परिभाषया उदाहरणानि, परिभाषासूत्रमपि अस्ति अत्र एतत् स्पष्टीकरणार्थमेव। पूर्वपरनित्य अन्तरङ्ग एतत् एतदपि परिभाषासूत्रमेव, अतः परिभाषासूत्रम् इतोपि एतत् सूत्रस्य स्पष्टीकरणार्थमेव अत्र नियमः सूच्यते कुत्र भवति कुत्र न भवति इति। इतः पर्यन्तं वयं दृष्टवन्तः अत्र पूर्व अत्र अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति पञ्चम्याः अमादेशः, एतत् कुत्र भवति कुत्र न भवति, प्रतिषेधः अस्ति वा। अत्र सुडनपुंसकस्य सुट् अनपुंसकस्य इति भवति। सुट् इति किम् अस्ति, सुट् इति किम् अस्ति, कोऽपि वक्तुं शक्यते वा? मया बहुवारम् उक्तं, गीता सुट् इत्युक्ते किम्? सु जस्ट् आम् औट्, एतदेव सुट्, प्रथमपञ्चवर्णाः एव सुट्। इदानीमत्र अनपुंसकस्य सुट् अनपुंसकस्य इति सूत्रं किं भवति इति। अनन्तरं सुट् नपुंसकस्य जस्ट् जश शोषि इति एव सूत्रमपि अस्ति। अत्र नपुंसकपदे अत्र षि इति षि मध्ये अपि चकरः लशकतिते इत्यनेन इति भवति, इ एव तिष्ठति, अतः एव ज्ञानी ज्ञानानि इति भवति खलु। अत्र ज्ञानानि इति पदं ज्ञानं ज्ञाने ज्ञानानि इति बहुवचनम् अस्ति खलु, अत्र तत्र एव भवति, इकारः श्रूयते। अनन्तरम् अत्र वाचन्तसि अपि अस्ति, एतद् वाचन्दसि वेदे एव भवति। अनन्तरं सेर्यपिच्छ इत्यनेन ई हि इति अस्ति खलु, मध्यमपुरुषे एकवचनं सेर्यपिच्छ कुत्र भवति, आदेशः भवति। लोट् लकारस्य सि स्थाने सि इति अस्ति खलु, सिप्तस्त्री सिप्तस्थ सि इति अस्ति खलु मध्यमपुरुष एकवचनं, अत्र सेर्यपिच्छ इत्यनेन सकार सि स्थाने हि आदेशः भवति। अनन्तरं किञ्चित् लकारविषये तत् हि अपि लोपः भवति, शून्यं भवति, अत्र किमपि न भवति, अतः एव भवतु भवतात् इति भवति खलु। मध्यमपुरुष अत्र वचनं पदं द्वे स्तः, भवतु भवतात् इति भवति। अत्र भवतु इति स्थाने सि अस्ति हि अस्ति, परन्तु अत्र किञ्चित् स्थाने एतत् द्वे अपि लोपः स्तः, अत्र शून्यमेव भवति, भवतात् इति एव तिष्ठति। अहम् उदाहरणरूपेण वदामि, परन्तु एतत् विषये किञ्चित् कार्यमपि अस्ति, वयं दृष्टं एतत् द्रष्टुं शक्यते। अस्तु, अत्र गीताभगिनी एव अन्तिमश्लोकं मङ्गलश्लोकं वदतु। अस्तु भगिनि, ॐ सघना भवतु सघनौ भुनक्तु सह वीर्यं करभावहै तेजस्विनावतीतमस्तु मा विद्विषावहैः। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्री गुरुभ्यो नमः। हरिः ॐ सर्वेभ्यः नमस्कारः, धन्यवादाः, नमस्कारः, धन्यवादः, धन्यवादः भगिनि, धन्यवादः मास्तु।